तर्हि गतकक्षायाम् अस्माकं तत्र गुणनिरूपणविषये किञ्चित् पठनारम्भं कृतवन्तः. अत्र प्रथम गुणः आसीत् रूपम् इति, तस्य लक्षणवाक्यम् आसीत् चक्षुर्मात्रग्राह्यो गुणः रूपम् इति. अत्र वयम् एतदपि परिशीलितवन्तः, तत्र दलत्रयं वर्तते इति, चक्षुः इति एकं दलं, मात्रम् इति अथवा इति द्वितीयं दलम्, अपि च गुणः इति तृतीयं दलम् अस्ति. तत्र दलसार्थक्यम् इति विषये किञ्चित् इदानीं तस्मिन् भागे वयं स्मः. तत्र तत्र दलत्रयस्य आवश्यकता, किमर्थम् एकेन दलेन अथवा द्वाभ्यां दलाभ्यां तत्र तस्य लक्षणवाक्यं न उच्यते, किमर्थं तत्र दलत्रयस्य आवश्यकता का इति तत्र विषयः. अत्र तर्हि तत्र क्रमशः तत्र किञ्चित् परिशीलनं कृतवन्तः स्मः खलु. तत्र प्रथमम् आसीत् तत्र प्रथमदलं, केवलं प्रथमदलं स्वीकुर्मः चेत्, प्रथमदलम् इत्युक्ते चक्षुः इति एव. तत्र चक्षुषा यद् ग्राह्यं भवति तद् गुण तद्रूपम् इति, केवलं तत्र प्रथमदलम् एव स्वीकुर्मः चेत् तत्र कीदृश समस्या, कीदृशी समस्या आगता इति तत्र वयं चिन्तितवन्तः. तर्हि बालसुब्रह्मण्यमहोदय, तस्मिन् विषये किञ्चित् वदति वा, तत्र प्रथमदलं किम् आसीत्, तत्र समस्या का इति. प्रथमदलप्रकारं चक्षुः ग्राह्यते इति प्रथमदलं समस्या अस्ति, यतोहि चक्षुः ग्राह्यः, चक्षुः ग्राह्यते इति उक्तं चेत् घटेषु अपि अस्मिन् वाक्यं सिद्धिः भवति, यतोहि घटेषु अपि चक्षु इन्द्रियद्वारा विषयत्वं भवति इति कारणात् अतिव्याप्तं भवति, घटे अतिव्याप्तं भवति, तस्मात् चक्षुः ग्राह्यते केवलं लक्षणवाक्यं न भवितुमर्हति. उत्तमम् इत्युक्ते अत्र केवलं चक्षुग्राह्यम् इति वदामः चेत् तत्र घटः अपि तादृशपदार्थः यस्य ग्राह्यं भवति चक्षुषा इति कृत्वा तत्र घटे अतिव्याप्ति इति दोषः आयाति खलु. अतिव्याप्ति इत्युक्ते तत्र तत्र लक्ष्ये मात्रं वृत्तित्वम् इति न, अन्येषु पदार्थेषु अपि तस्य वृत्तित्वं भवति इति कृत्वा तत्र अतिव्याप्तिदोषः इति वदामः. यथा तत्र शृङ्गित्वम् इति चिन्तयामः चेत् तत्र धेनोः लक्षणं शृङ्गित्वम् इति वदामः चेत् तत्र केवलं धेनौ एव अस्ति वा शृङ्गः? केवलं धेनौ एव अस्ति वा शृङ्गः? ऋषभः, अजः, मृगः इति तत्र तादृशेषु अन्य पशवः सन्ति यस्मिन् अथवा येषु तत्र शृङ्गः अस्ति, इत्युक्ते शृङ्गित्वम् इति केवलं धेनौ एव इति न, अन्येषु पशुषु अपि वर्तते इति कृत्वा तत्र शृङ्गित्वम् इति धेनोः लक्षणम् इति वक्तुं न शक्नुमः, यतोहि अतिव्याप्ति इति दोषः आगच्छति. अन्येषु पशुषु अपि वर्तते इति कृत्वा. तथैव अत्रापि चिन्तयामः चेत् चक्षुषा ग्राह्यम् इति वदामः चेत् तत्र घटपटादयः इति अन्यपदार्थाः ये सन्ति तेषु अतिव्याप्तिः इति दोषः आगच्छति, यतोहि तस्य ग्राह्यमपि भवति चक्षुषा एव इति कृत्वा तत्र अतिव्याप्तिः इति दोषः आगच्छति. इति केवलं प्रथमदलम् एव स्वीकुर्मः चेत् तथा तत्र दोषः आगच्छति इति तत्र तथा वक्तुं न शक्नुमः इति वयं दृष्टवन्तः. इदानीं द्वितीयदलं, तर्हि सुनील् महोदय तस्मिन् विषये भवान् किञ्चित् वदति वा? द्वितीयदलमस्ति चक्षुर् इतर इन्द्रियेण अथवा चक्षुर्भिन्न इन्द्रियेण तत्र ग्राह्यवस्तुः इति अभावः रूपम् इति अस्ति, अथवा चक्षुरितर इन्द्रियनिष्ठजनगतानिरूपितजन्यदाश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयत्व अभावत्वे रूपम् इति अस्ति. अत्रापि अतिव्याप्तिदोषः भवति. अनन्तरम् अत्र अतीन्द्रिये गुरुत्वरूपगुणे एकक्षणं महोदय, तत्र अतिव्याप्तिदोष गमनात् प्राक् तत्र घट यः दोषः प्रथमदले आगच्छति तस्य निवारणं कथं भवति इति किञ्चित् उक्त्वा अनन्तरं गच्छतु. तत्र अन्य इन्द्रियैः सह रूपं ग्राहयितुं न शक्यते, इत्युक्ते चक्षुषा एव रूपं ग्राह्यते, परन्तु अन्य इन्द्रियैः सह तत्र अभावः रूपमिति वक्तुमपि अत्र शक्नुमः न शक्नुमः, इत्युक्ते तत्र अन्य इन्द्रियैः सह गन्धः इति अथवा घ्राणादि इन्द्रियं स्वीकुर्मः चेत् गन्धः इति वक्तुं शक्नुमः. तर्हि तत्र द्वितीय दलस्य विषयः अस्ति चक्षुभिन्न इन्द्रियैः अग्राह्यः इति, वस्तुतः अग्राह्यं रूपम् इति इत्युक्ते चक्षुभिन्न इन्द्रियैः तत्र रूपस्य ज्ञानं न भवति इति वदामः चेत् तत्र चिन्तयतु घटस्य विषये कथं तत्र अतिव्याप्तिदोषः तस्य निवारणं कथं भवति? तत्रापि चक्षुषा एव ज्ञातुं शक्यते, इत्युक्ते रूपं द्रष्टुं शक्यते, परन्तु अन्येन्द्रियम् उपयुज्य स्पर्शनं वा घ्राणं वा तादृशमपि रूपस्य विषये किमपि दोषः नास्ति, परन्तु अन्येन्द्रियेण इन्द्रियैः सह अन्य वस्तूनां ग्राह्यं भवति. सत्यं रूपस्य विषये सत्यं, परन्तु अतिव्याप्ति घटे यः अतिव्याप्तिदोषः पूर्वम् आगच्छति तस्य निवारणं कथं भवति इति चिन्तयामः चेत् घटः चक्षुभिन्न इन्द्रियैः अग्राह्यः इति नास्ति खलु, यतोहि त्वक् द्वारा तत्र स्पर्शेन घटस्य ज्ञानं वयं प्राप्तुं शक्नुमः, तत्र कोऽपि अस्ति सः द्रष्टुं न शक्नोति, अन्धः अस्ति इति चिन्तयतु, सः स्पर्शयित्वा अत्र घटः इति किमपि वस्तु अस्ति अतः अथवा किमपि वस्तु अस्ति प्रायः घटः प्रायः पुस्तकम् इति तस्य ज्ञानं प्राप्तुं शक्नोति, यद्यपि सः द्रष्टुं न शक्नोति. तर्हि तत्र पूर्वस्मिन् दले यः अतिव्याप्तिदोषः आगतः घटे, तस्य दोषस्य निवारणं तु इदानीम् अभवत्, परन्तु नूतन अतिव्याप्तिदोषः आगतः खलु. अतिव्याप्तिदोषः एव, परन्तु घटेन घटे स्थितः अतिव्याप्तिदोषः तु इदानीं गतः, परन्तु अन्येषु पदार्थेषु आगतः अतिव्याप्ति इति दोषः. अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः इति तदेव भगिनि किल? सत्यम्, अतीन्द्रिये तत्र गुरुत्वे अतिव्याप्तिदोषः. तर्हि अतीन्द्रिये कथम् अतिव्याप्तिदोषः, तत्र गुरुत्वम् इति गुणः अस्ति, तस्मिन् कथम् अतिव्याप्तिदोषः आगच्छति? तत्र बाह्येन्द्र पञ्चेन्द्रियेण विना अन्य इन्द्रियैः सह अत्र वयम् अनुमानेन अन्यद्रव्याणां लक्षणं ज्ञातुं शक्यते. तादृशं न, पुनः वदतु महोदय. तत्र पञ्चेन्द्रिय विना अन्य अतीन्द्रिय अतीन्द्रियेण अतीन्द्रियेण इत्युक्ते किम्? अतीन्द्रियम् इत्युक्ते किं? तत्र इदानीम् आकाशस्य विषयं स्वीकुर्मः चेत् तत्र अनुमानेन तत्र इत्युक्ते तत्र अतीन्द्रियः इत्युक्ते इन्द्रियैः तस्य ज्ञानं प्राप्तुं न शक्नुमः खलु. तर्हि तत्र प्रत्यक्षम् इति ज्ञानं यदस्ति तदेव इन्द्रियेण वयं प्राप्तुं शक्नुमः. इत्युक्ते तत्र साक्षात् तत्र वस्तु अस्ति इति पश्यामः चेत्, अथवा पुष्पात् किमपि गन्धः आगच्छति चेत् तस्य ज्ञानं साक्षात् अस्माकं घ्राणेन्द्रियेण भवति, अथवा साक्षात् कर्णेन्द्रियेण किमपि शृणुमः, अथवा साक्षात् चक्षुषा किमपि पश्यामः. तत्र यद् ज्ञानं भवति इन्द्रियेण साक्षात् इन्द्रियसन्निकर्षः यदा भवति तदा यद् ज्ञानम् उत्पन्नं, तादृशं ज्ञानम् अस्ति प्रत्यक्षम् इति. अनुमानेन यद् ज्ञानं वयं प्राप्नुमः तद् अनुमितिः इति, तद् भिन्नप्रकारकज्ञानम्. इदानीम् आकाशः इति द्रव्यं यद्वयं पूर्वं परिशीलितवन्तः चर्चितवन्तः, तत्तु साक्षात् वयं द्रष्टुं न शक्नुमः खलु, अथवा स्पर्शं कर्तुं न शक्नुमः किमपि, इत्युक्ते इन्द्रियैः तस्य ज्ञानं न उत्पन्नम् इदानीं. परन्तु तत्र अनुमानेन वयं तत्र आकाशः इति कश्चन द्रव्यम् अस्ति, आकाशमिति तस्य नामकरणम् अपि कृतं, तदनन्तरं तद्विभुः किमर्थं विभुः तत्सर्वमपि वयं चर्चितवन्तः तस्मिन् दिने यदा आकाशस्य विषये वयं चर्चितवन्तः. तर्हि आकाशः इति द्रव्यम् इदानीम् अतीन्द्रियम् इत्युक्ते इन्द्रियेण स्वस्य ज्ञानं न अभवत्, तत्र इन्द्रियस्य इन्द्रियं वर्जयित्वा अत्र अनुमानेनैव तस्य ज्ञानं वयं प्राप्तवन्तः. तथैव गुरुत्वम् इति कश्चन गुणः अस्ति, तदपि वयं साक्षात् तस्य इन्द्रियेण तस्य इन्द्रियैः अथवा तस्य ज्ञानं न प्राप्नुमः. तत्र गुरुत्वम् इति कश्चन गुणः अस्ति इति अनुमानेनैव वयं वक्तुं शक्नुमः. तर्हि तदपि इदानीं चक्षुभिन्न इन्द्रियैः अग्राह्यम् अस्ति खलु, यतोहि तस्य ज्ञानम् अनुमानेन भवति न तु प्रत्यक्षज्ञानम्. तर्हि तत्र इदानीम् अतिव्याप्ति इति दोषः आगतः. स्पष्टं वा? मम वाक्यं सम्यक् नास्ति वा भगिनि? अत्र पञ्चेन्द्रियं विहाय अतीन्द्रियेण, तत्र अतीन्द्रियेण इति वक्तुं शक्नुमः वा इति किञ्चित् प्रश्नः मम. तत्र तत्र तत् गुरुत्वम् इति स्वयम् अतीन्द्रियमस्ति खलु, तर्हि अतीन्द्रियेण इति न, अतीन्द्रियः अतीन्द्रियं यतोहि तत्र इन्द्रियस्य बहिः अस्ति, इत्युक्ते इन्द्रियेण तस्य ज्ञानं न प्राप्तुं शक्नुमः इति अतीन्द्रियः इति वदामः. तर्हि आकाशः अतीन्द्रियः, गुरुत्वम् अतीन्द्रियम्. इदानीं स्पष्टं वा? स्पष्टम्. अस्तु अस्तु. अन्य कोऽपि अस्ति वा? पुष्पा भगिनी भवती अस्ति वा अथवा रामप्रिया भगिनी? अस्मि भगिनि. हा अस्तु, तर्हि तृतीयदलविषये भवती वदति वा? तत्र तृतीयदलं किं, तत्र कीदृशः दोषः आगच्छति? तृतीयविषयः गुणत्वं रूपस्य लक्षणम्. उत्तमम्. इत्युक्ते तत्र केवलं गुणः एव रूपस्य लक्षणम् इति वदामः, गुणः एव रूपम् इति वदामः चेत् तत्र तदस्ति तृतीयदलम्. उत्तमं. तर्हि तत्र कीदृशदोषः आगच्छति इदानीं तथा वदामः चेत्? गुणत्वजातिः सर्वत्र एव अतिव्याप्तिः. न, सर्वत्र इत्युक्ते कुत्र? न, भवती स्वस्य पदैः वदतु. तत्र पुस्तके यदस्ति तत् केवलं पठति चेत् तत् तस्मात् किं प्रयोजनं? सर्व रसादौ इत्युक्ते किं? रसादौ तत्तु चतुर्विंशति अस्ति न तत्तु? चतुर्विंशति किं? न, उत्तमं. यद्भवती वदति तत् सत्यमेव. चतुर्विंशति किं? चतुर्विंशति उत्तमं, गुणाः. तर्हि तत्र केवलं गुणः इति वदामः चेत्, गुणत्वम् इति रूपस्य लक्षणम् इति वदामः चेत् तत्र चतुर्विंशति गुणाः सन्ति. तत्र सर्वेषु गुणेषु अतिव्याप्तिः इति दोषः आगच्छति. तर्हि केवलं रूपमेव गुणः इति न, तत्र गन्धः, रस, तत्सर्वं तत्र संयोगः इति, तत्र वियोगः इति, तत्सर्वं गुणः इति कृत्वा सर्वेषु गुणेषु अतिव्याप्तिः इति दोषः आगच्छति. तर्हि इदानीं वयं तत्र प्रत्येकं दलं स्वीकृत्य केवलम् एकमेव दलम् उपयुज्य तत्र लक्षणं वक्तुं न शक्नुमः, तत्र दोषः पुनः पुनः आगच्छति इति दृष्टवन्तः. तर्हि इदानीं दलद्वयं स्वीकुर्मः चेत् किं भवति इति नूतनप्रश्नः. तर्हि तत्र प्रथमद्वितीयदलं स्वीकुर्मः चेत् तस्मात् कीदृश दोषः आपतति इति चिन्तयामः चेत् तत्र तदपि वयं गतसप्ताहे दृष्टवन्तः. तर्हि पुनः किञ्चित् परिशीलयामः. तर्हि बालसुब्रह्मण्यं महोदय, भवान् वदति वा तत्र किं कीदृशी समस्या इति? गुणत्वमस्ति चेत्, न गुणत्वं न, गुणत्वविषये इदानीं पुष्पा भगिनी उक्तवती खलु. इदानीं प्रथमद्वितीयदलं स्वीकुर्मः चेत् तत्र दलद्वयम् अस्ति. प्रथमद्वितीयदल दलानि दले दले उपयुज्य लक्षणवाक्यम् उक्तं चेत् तत्र लक्षणवाक्यं किं भवति? गुणत्वम् इति न एकक्षणं महोदय, तत्र केवलं प्रथमद्वितीय दलं स्वीकुर्मः चेत् तत्र लक्षणवाक्यं किं भवति? चक्षुर्मात्रग्राह्यो रूपम् इति. उत्तमं, चक्षुर्मात्रग्राह्यो रूपम् इति. अग्रे वदतु. अत्र समस्या रूपे विद्यमान या रूपत्वजातिः रूपत्वजाति अपि अस्ति. रूपत्वजाति कुत्र अस्ति? रूपत्वजाति रूपे अस्ति. किञ्चित् क्लिष्टं रूपं चक्षु इन्द्रियेण गृह्येत गृह्येत चेत् वृत्तिरूपत्व जाति अपि गृह्यते. रूपं वृत्तिरूपत्वम् इत्युक्ते किं? न न वृत्तिरूपत्वम् इत्युक्ते किं? रूपत्वं, रूपस्य भावः रूपत्वं. रूपत्वम् अस्तु. सो रूपं ग्राह्यते चेत् रूपत्वमपि ग्राह्यते. हा, इत्युक्ते तत्र न्यायशास्त्रे कश्चन नियमः अस्ति, येन इन्द्रियेण यद् ग्राह्यते तस्य जातिः अपि तेन एव इन्द्रियेण ग्राह्यते इति कश्चन नियमः अस्ति. तर्हि रूपम् इति गुणः चक्षुर् इन्द्रियेण ग्राह्यते चेत् रूपत्वम् इति तस्मिन् विद्यमाना जातिः अपि तेन एव इन्द्रियेण इत्युक्ते चक्षुषा एव ग्राह्यते इति तत्र कश्चन नियमः अस्ति. तर्हि तत्र किं भवति, तत्र कीदृशी समस्या इदानीं? उत्तमं, तावदेव. तर्हि इत्युक्ते इदानीं रूपम् इति तत्र दलद्वयम् अस्ति, चक्षुर्मात्रग्राह्यः रूपम् इति पश्यामः चेत् इदानीं किं तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति वदामः चेत् तत्र इत्युक्ते किम् इत्युक्ते चक्षुषा रूपं ग्राह्यते, चक्षुर्भिन्न इन्द्रियैः रूपं न ग्राह्यते इति अस्ति. तर्हि तत्तु सत्यं, तत् तर्हि तत्र रूपविषये तत् सत्यं भवति. रूपम् इति गुणः केवलं चक्षुषा ग्राह्यते, तत्र रूपम् इति गुणः चक्षुभिन्न इन्द्रियैः न ग्राह्यते इति तत्र तु किमपि समस्या नास्ति, कोऽपि समस्या कापि समस्या नास्ति, तत्र तु तत् वास्तविकमेव. परन्तु किं भवति इदानीं, चक्षुषा एव रूपत्वम् इति जातिः अपि ग्राह्यते इति कारणात् तत्र अपि च चक्षुभिन्न इन्द्रियैः रूपत्वम् इति जातिः न ग्राह्यते इति अपि अस्ति इति कारणात् तत्र रूपत्वम् इति यत् जातिः अस्ति तस्मिन् इदानीम् अतिव्याप्तिः इति दोषः आगच्छति. तर्हि न केवलं गुणः, गुणे विद्यमाना जातिः अपि तेन एव इन्द्रियेण ग्राह्यते इति कारणात् तत्र रूपम् अपि चक्षुषा ग्राह्यते, रूपत्वम् इति जातिः अपि चक्षुषा ग्राह्यते, तर्हि रूपत्वे इदानीम् अतिव्याप्तिः. तावत्पर्यन्तं सम्यक् वा? उत्तमम्. तर्हि इदानीं तत्र प्रथम द्वितीय दले तत्र दलद्वयं स्वीकुर्मः चेत् तत्र किं भवति इति वयं दृष्टवन्तः. तर्हि इदानीं द्वितीयतृतीयदलं स्वीकुर्मः चेत् किं किं भवति इति पश्येम. तर्हि भवान् एव पठति वा? प्रथमतृतीय इयम् अतिव्याप्तिः द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं तन्निवेशेन वार्यते. सो अत्र न अग्रे अपि पठतु महोदय. तत्र यतो हि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते. गुणत्वस्य गुणेषु एव सत्त्वात् रूपत्वस्य जातित्वेन तत्र गुणत्व अभावात् अतः च न रूपत्वे अतिव्याप्तिः. आगच्छति वा? किञ्चित् प्रयत्नं करोमि. द्वितीयदलम् अपसार्य तृतीयदलं प्रथम तत्र प्रथमम् इयम् अतिव्याप्तिः इति अस्ति खलु. तत्र इयम् अतिव्याप्तिः इत्युक्ते प्रथमद्वितीय युगपत् उपयुज्यः चेत् अतिव्याप्ति भवति किल. इयम् अतिव्याप्तिः इति तत् हा हा उत्तमं तदेव. इत्युक्ते रूपत्वे या अतिव्याप्तिः आगता सा तर्हि तत्र इयम् अतिव्याप्तिः इति तत्र रूपत्वे स्थिता अतिव्याप्तिः तत् इदानीं द्वितीय दलम् अपसार्य. द्वितीयदलम् अपसार्य इत्युक्ते द्वितीयदलं त्यक्त्वा हा द्वितीयदलम् उपयुज्य किञ्चित् निवारणं कर्तुं शक्नुमः. इत्युक्ते तत्र प्रथमतृतीयदलं प्रथमतृतीयदलम् इत्युक्ते किं प्रथमद्वितीय प्रथम चक्षुरिन्द्रियनिष्ठ एवं तृतीय गुणत्वम् उत्तमम्. तर्हि इदानीं चक्षुग्राह्यो गुणः रूपम् इति वदामः चेत् तदेव भवति प्रथमतृतीयदलम् इति. तत्र द्वितीयदलं त्यजामः चेत् तत्र इदानीं तत्र गुणत्वम् इति आगच्छति खलु. तर्हि तत्र गुणत्वं रूपस्य लक्षणम् इति आगच्छति चक्षुर्ग्राह्यगुणः रूपम् इति वदामः चेत् तर्हि तत्र गुणत्वम् इति आगच्छति चेत् तस्मात् तत्र अतिव्याप्तिः गच्छति. कथं गच्छति? इत्युक्ते रूपत्वे चक्षुः ग्राह्यत्वं वर्तते परन्तु गुणत्वं न वर्तते. किमर्थं? तत्र किञ्चित् प्रतिपादयतु महोदय. गुणत्वं यतोहि गुणत्वं गुण गुण उपरि एव वर्तते. हा अति उत्तमं. गुणत्वम् इति गुणस्य भावः खलु. तर्हि गुणत्वं गुणेषु एव वर्तते. रूपत्वम् इति किं? रूपत्वम् इति गुणः वा? रूपत्वम् इति रूप इति गुणः. रूपत्वम् इति रूपस्य भावः. जातिः अथवा जातिः. तर्हि जातौ तत्र गुणत्वं न वर्तते खलु. गुणेषु एव गुणत्वं वर्तते. तर्हि यद्यपि रूपत्वं चक्षुषा ग्राह्यते तथापि गुणत्वम् इति रूपत्वं गुणः गुणः नास्ति इति कारणात् तत्र यद् अतिव्याप्तिः तत्र प्रथमद्वितीय दलयोः संयोजनेन आगता तद् गच्छति. तर्हि तत्र रूपत्वे या अतिव्याप्तिः आसीत् तत्तु इदानीम् अपसारितं, सा तु अपसारिता सत्यं, परन्तु इदानीं नूतनसमस्या आगच्छति, तत् स्वीकुर्मः चेत् तत्र तत् किम् इति अग्रे पश्यामः. तर्हि पठतु महोदय. पठामि महोदय. हा हा हा पठतु. एवमपि द्वि इन्द्रियग्राह्याः ये सङ्ख्यादयो गुणाः तेषु अतिव्याप्तिः, तथा हि भूतले द्वौ घटौ स्तः, कश्चित् चक्षुष्मान् मनुष्यः पृष्टः भूतले कति घटाः इति. सः चक्षुः व्यापार्य अवगच्छति ब्रूते च द्वौ घटौ इति. एवं च द्वित्वसङ्ख्या तेन चक्षुषा ज्ञाता. हा हा एकक्षणं महोदय, क्षम्यताम्, एतावत्पर्यन्तं किञ्चित् वदतु. तत्र प्रथमवाक्यं पश्यतु, द्वि इन्द्रियग्राह्यः ग्राह्याः इति, ग्राह्याः इति अस्ति खलु, द्वि इन्द्रियग्राह्याः ग्राह्याः इत्युक्ते सङ्ख्यादिगुणाः तेषु अतिव्याप्तिः. हा तत्र द्वि इन्द्रियग्राह्याः इत्युक्ते किम् अवगच्छति वा? यः द्वयो इन्द्रियेण ग्रहीतुं शक्यते. हा हा द्वाभ्याम् इन्द्रियाभ्यां यस्य ज्ञानं वयं प्राप्तुं शक्नुमः उत्तमं, तदस्ति द्वीन्द्रियग्राह्याः इति. सङ्ख्यादयः गुणाः तादृशः इत्युक्ते द्वीन्द्रियग्राह्याः इत्युक्ते इन्द्रियद्वयम् उपयुज्य तस्य ज्ञानं वयं प्राप्तुं शक्नुमः इति. केवलं सङ्ख्या इति न, सङ्ख्यादयः इत्युक्ते सङ्ख्यासंयोगः इति केचन गुणाः सन्ति ये तत्र द्वि इन्द्रियग्राह्याः इति वयं वक्तुं शक्नुमः. सङ्ख्या इति एकः गुणः इति गुणः गुणः अग्रे आगच्छति. हा अग्रे पठतु. तथा हि इतोपि वदामि, भूतले द्वौ घटौ आसीत्, कश्चित् कश्चित् पुरुषः यः द्रष्टुं शक्नुवान् भूतले कति घटाः इति पृष्टवान्. तत्र द्रष्टुं शक्नुवन् मनुष्यः सहसा एव द्वौ घटौ इति उत्तरं दत्तवान्. एवं सङ्ख्या तेन दृष्टवान् तस्मात् वक्तुं न क्लेशम् अनुभवन्त. इत्युक्ते सः तत्र चक्षुः व्याप्यते इत्युक्ते चक्षुः उपयुज्य सः जानाति तत्र द्वौ घटौ स्तः इति. तर्हि वदति तत्र अत्र द्वौ घटौ स्तः इति सः वदति. सः तत्र चक्षुष्मान् इत्युक्ते यदा भवान् उक्तवान् सः द्रष्टुं शक्नोति, तर्हि दृष्ट्वा एव वदति. इदानीं किं भवति? हा अग्रे पठतु. कश्चित् अन्धः पृष्टः भूतले कति घटाः इति. सः चक्षुर्व्यापारे असमर्थौ अपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च उपलभ्य तत्रत्यां द्वित्वसङ्ख्यां त्वगिन्द्रियेण जानाति. सो तदनन्तरं चक्षुर अन्धः एकः आसीत् तं कति घटाः स्थः इति प्रश्नं पृष्टवान्। तत्र चक्षुर्व्यापारी असमर्थः आसीत्, अन्धः, तस्मात् हस्तौ उपयुज्य हस्तौ चालयित्वा तत्र स्पर्शं कृत्वा द्वौ घटौ इति उत्तरं दत्तवान्। स एतन्मूलम् अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगिन्द्रियेण अपि गृह्यते। अग्रे पठतु महोदय। अर्थं वयम् अवगन्तुं शक्यते। न न अग्रे पठतु, अग्रे पठतु, तत्र सम्पूर्णं पठित्वा वदतु। एवं च प्रथमतृतीयचक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्य एव निवेशे सङ्ख्यायाम् अतिव्याप्तिः। यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं निरूपितं च सा गुणः इति तत्र गुणत्वजाति अपि वर्तते। सो अस्माभिः अवगन्तुं शक्यते यत् सङ्ख्या इति केवलं चक्षु इन्द्रियेण न त्वगिन्द्रियेण अपि ग्रहितुं शक्यते। किल महोदय? त्वगिन्द्रियेण अपि, तदर्थमेव तत्र इदानीं यद् आरम्भे उक्तवन्तः द्वि इन्द्रियग्राह्याः इति, तस्य विषये इदानीं खलु तत्र चक्षुषा अपि तस्य ज्ञानं भवति, त्वगिन्द्रियेण अपि ज्ञातुं शक्नुमः तत्र सङ्ख्या इति यः गुणः अस्ति तस्य ज्ञानं वयं प्राप्तुं शक्नुमः इति। तर्हि इदानीं तत्र तत्तु सम्यक्, परन्तु अस्माकं प्रकृतविषयः अस्ति तत्र दलद्वयं स्वीकुर्मः चेत् पुनः तत्र कश्चन दोषः आपतति इति, तत् किम् इति इदानीं वदतु। प्रथमतृतीयचतुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्य एव निवेशे सङ्ख्यायाम् अतिव्याप्तिः। चतुर्ग्राह्यत्वं न शक्नोमि महोदय, क्षम्यतां, भवती एव वदतु। हा, इत्युक्ते तत्र इदानीं प्रथमतृतीयदलं स्वीकुर्मः चेत् किं, तत्र चक्षुर्ग्राह्यो गुणः इति वयम् उक्तवन्तः खलु। तर्हि इदानीं सङ्ख्या इति गुणः अपि, सङ्ख्या इति एकः गुणः अस्ति इति वयं जानीमः, तत्र चतुर्विंशतिगुणेषु अन्यतमः अस्ति सङ्ख्या इति गुणः। अपि च सङ्ख्या इति गुणस्य ज्ञानं चक्षुषा भवति इति अपि वयं ज्ञातुम् इति अपि वयम् इदानीं निरूपितवन्तः। तत्र यस्य यः द्रष्टुं शक्नोति सः दृष्ट्वा तत्र घटद्वयमस्ति इति उक्तवान् आसीत्। तर्हि वयं ज्ञातुं शक्नुमः तत्र चक्षुषा तस्य ज्ञानं भवति इति। तर्हि सङ्ख्या इति यः गुणः अस्ति, सङ्ख्यावत् अन्यगुणाः अपि सन्ति, परन्तु इदानीं सङ्ख्या इति अत्र दृष्टान्तः। तर्हि सङ्ख्या इति गुणे तत्र अतिव्याप्ति इति दोषः आगच्छति, यतोहि सङ्ख्या अपि एकः गुणः, अपि च तस्य ज्ञानमपि चक्षुषा भवति इति, तत्र तस्मिन् तत्र अतिव्याप्ति इति दोषः आगच्छति। तस्यां संख्यायां संख्या इति गुणः सो किमर्थम् अतिव्याप्ति आगन्तव्यमत्र गुणः सत्यम् इदानीं तत्र यथा शृङ्गित्वम् इति उक्तवन्तः खलु तत्र शृङ्गित्वम् इति धेनोः लक्षणम् इति वदामः चेत् अजे अपि शृङ्गित्वम् अस्ति इति कारणात् तत्र अतिव्याप्ति इति दोषः आगच्छति सत्यं तथैव वयं तु आरम्भं कृतवन्तः रूपस्य लक्षणविषये यदा चक्षुग्राह्यः रूपमिति वदामः चेत् संख्यायामपि तादृश विषयः अस्ति चेत् चक्षुग्राह्यः गुणः संख्या इति अपि वक्तुं शक्नुमः तर्हि तत्र अतिव्याप्तिदोषः आगच्छति खलु स्पष्टम् इति तर्हि तत्र प्रथमतृतीयदलस्वीकारेण इदानीं तत्र पुनः अतिव्याप्ति इति दोषः आगच्छति तर्हि अग्रे सुनील् महोदय भवान् पठति वा द्वितीयतृतीय दलस्वीकारेण किं भवति इति तर्हि अस्तु द्वितीयतृतीय दलयोरेव उपादानं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं गुणत्वं च द्वे दले तथा सति संख्यायाः चक्षुर्भिन्न त्वक् इन्द्रियग्राह्यत्वमेव अस्ति भिन्नेन्द्रिय अग्राह्यत्वं नास्ति इति अनातिव्याप्तिः दर्शितं च अन्धदृष्टान्तेन संख्यायाः त्वक् इन्द्रियेण प्रत्यक्षम् एवं च अस्तु इदं दलद्वयम् किञ्चित् प्रतिपादयित्वा अग्रे पठतु इदानीं वयं द्वितीय च तृतीय दले स्वीकुर्मः तत्र द्वितीयः अस्ति चक्षुर्भिन्न इन्द्रिय अग्राहित्वं तृतीयः अस्ति केवलं गुणत्वमिति अतः इदानीं चक्षुर्भिन्न इन्द्रियेण अथवा त्वक् इन्द्रियेण रीत्या इन्द्रियेण सह वयं पूर्वमेव दृष्टवन्तः तत्र एकः अन्धः स्पर्शनं कृत्वा कति घटाः सन्ति इति सः ज्ञातवान् अतः तत्र भिन्नेन्द्रिय तत् रीत्या सः ज्ञातुं शक्नुमः अतः तस्मिन् उदाहरणे संख्यायाः त्वक्केन्द्रियेण प्रत्यक्षम् अभवत् तर्हि तेन किं भवति तत्र कथं तत्र इदानीं संख्यायां विद्यमाना अतिव्याप्तिः इति दोषस्य निवारणं कथम् अभवत् अत्र संख्यायाम् अग्राहित्यम् इति दोषः नास्ति इदानीम् तादृश उत्तमम् उत्तमम् इत्युक्ते संख्या अन्य इन्द्रियैः अग्राह्यः इति संख्यायां तत्र तादृश विषयः नास्ति इति कृत्वा तत्र अतिव्याप्तिदोषस्य निवारणम् अभवत् उत्तमम् अग्रे पठतु महोदय एवमपि गुरुत्वे अतिव्याप्तिः गुरुत्वमितीन्द्रियमिति प्राक् उक्तमेव गुरुत्वम् अतीन्द्रियमिति प्राक् उक्तमेव तथा च तत्र चक्षुर्भिन्नेन्द्रियं यत् त्वक् इन्द्रियं तज्जन्यप्रत्यक्षविषयत्वाभावः वर्तते. एवं गुरुत्वं गुणः इति क्षम्यताम् इति एवं गुरुत्वं गुणः इति गुणत्वरूपं तृतीयः दलमपि वर्तते. अतः गुरुत्वे अतिव्याप्तिः. तद्वारणाय प्रथमदलमपि दातव्यम्. प्रथम गुरुत्वे द्वितीय तृतीययोः दलयोः सत्वेरपि आद्यं चक्षुर्जन्यप्रत्यक्षविषय विषयत्वरूपं चक्षुर्ग्राह्यं नास्ति इति न अतिव्याप्तिः. इदानीं अत्र गुरुत्वे अतिव्याप्तिः इति वदति. गुरुत्वम् अतीन्द्रियमिति पूर्वमेव वयं दृष्टवन्तः यदा चक्षुर्भिन्न द्वितीयदले तत्र आकाशस्य उदाहरणं स्वीकृत्य तत्र चक्षुर्भिन्नेन्द्रियं चेत् त्वक् इन्द्रियं तज्जन्यप्रत्यक्षविषयत्व अभावः वर्तते. तस्मिन् विषये चक्षुरिन्द्रिय भिन्नेन्द्रियं स्वीकुर्मः चेत् अथवा अस्मिन् उदाहरणे त्वक् इन्द्रियमिति तत्र प्रत्यक्षविषयत्व अभावः वर्तते इत्युक्ते द्वितीयः दलः अस्ति इति. एवं गुरुत्वं गुणः इति गुरुत्वरूपम् अपि वर्तते. अतः गुरुत्वे अतिव्याप्तिः इति इत्युक्ते वयं पूर्वमेव दृष्टवन्तः द्वितीयदलस्य विषये तत्र गुरुत्वे अतिव्याप्तिः अस्ति इति एव. अनन्तरम् इदानीं गुणत्व तृतीयं स्वीकुर्मः चेत् तत्रापि गुणत्व अतिव्याप्तिः अस्ति इति वयं जानीमः. गुरुत्वे अतिव्याप्तिः अस्ति न तु गुणत्वे. गुरुत्वे हा इत्युक्ते तत्र इदानीं द्वितीयतृतीयदलं स्वीकुर्मः चेत् तत्र पूर्वं यदा केवलं द्वितीयदलस्य स्वीकारेण यत् समस्या या समस्या आगता तदेव पुनः आगता खलु. यतोहि तत्र गुरुत्वमिति अतीन्द्रियः इति कृत्वा तत्र चक्षुर्भिन्न इन्द्रियैः ग्राह्यत्वं गुरुत्वे अस्ति, अपि च गुरुत्वम् इति एकः गुणः अपि. तर्हि तत्र इदानीं तत्र यद्यपि चक्षुभिन्न इन्द्रियैः ग्राह्यः गुणः रूपमिति वदामः चेत् गुरुत्वमपि तादृशगुणः अस्ति. चक्षुर्भिन्न इन्द्रियैः अग्राह्यः अस्ति अपि च गुणः अस्ति इति कृत्वा तत्र गुरुत्वे अपि तत्र पुनः अतिव्याप्ति इति दोषः गुरुत्वे आगच्छति. तदर्थम् इदानीं प्रथमदलं यत् चक्षुर्ग्राह्यं चक्षुर्भिन्न इन्द्रियैः अग्राह्यं गुणः इति तत्र प्रथमदलमपि तत्र प्रयुज्यामः चेत् इदानीं किं भवति तत्र चक्षुर्ग्राह्यम् इति यदा अस्ति तद् गुरुत्वे नास्ति. गुरुत्वम् अतीन्द्रियम् इति कृत्वा चक्षुषा अपि तस्य ज्ञानं न भवति. तर्हि चक्षुग्राह्यं चक्षुर्भिन्न इन्द्रियैः अग्राह्यं गुणत्वम् इति तत्र दलत्रयम् उपयोज्यामः चेत् तत्र गुरुत्वे या अतिव्याप्तिदोषः आगता तस्य निवारणं भवति. तर्हि तदर्थमेव इदानीं तत्र दलत्रयस्य अपि आवश्यकता इति तावदेव. सम्यक् वा? इत्युक्ते चक्षुर्भिन्न इन्द्रिय अग्राह्यं गुरुत्वम् इति अपि अतिव्याप्तिः भवति इति वा? हा, चक्षुर्भिन्न चक्षुर्भिन्न इन्द्रियैः अग्राह्यं गुणत्वं गुणः गुरुत्वम् इति तत्र अतिव्याप्ति. अस्तु, पुष्पा भगिनी भवती पठति वा अग्रे? अतः एकैकस्य दलस्य एकः द्वे प्रथमद्वितीयदलयोः एकः त्रीणि प्रथमतृतीयदलयोः द्वे तृतीय द्वितीयतृतीयदलयोः च लक्षणत्वे अतिव्याप्तिः भवति इति चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्ने भिन्न इन्द्रियग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं पर्यवस्यति. अतः एकैक तत्तु एकैकस्य दलस्य प्रथमद्वितीयदलयोः तत्तु प्रथमतृतीयदलयोः द्वितीयतृतीयदलयोः लक्षणत्वे अतिव्याप्तिः भवति. अस्तु, भवति चक्षुर्ग्राह्यत्वे सति तु भिन्न न. अत्र किम् अस्ति इत्युक्ते इदानीं यथा वयं परिशीलितवन्तः तत्र केवलं प्रथमद्वितीयदलम् अथवा द्वितीयतृतीयम् अथवा तृतीयप्रथमम् इति तत्र दलद्वयमेव स्वीकुर्मः चेत् तत्र यत्र कुत्रापि अतिव्याप्ति इति दोषः आगच्छति इति कृत्वा अत्र चक्षुग्राह्यत्वे सति चक्षुर्भिन् इत्युक्ते सति इति यत्र यत्र अस्ति अत्र दलं खलु भागः एकः भागः यथा किञ्चित् स्मारणार्थं वदामि तत्र वायु लक्षणप्रसङ्गे वयं परिशीलितवन्तः रूपरहितत्वे सति किं हा स्पर्शवत्वान् इति वायुः इति वयं दृष्टवन्तः. तर्हि तत्र भागद्वयमासीत् अथवा दलद्वयमासीत् इति कृत्वा मध्ये एकवारं सति इति इत्युक्ते प्रथमभागः अस्ति अपि च द्वितीयभागः अस्ति इति तत्र तस्य स्पष्टीकरणार्थम् अत्र मध्ये सति इति वदामः खलु. अत्र भागद्वयम् अथवा दलद्वयम् आसीत् इति कृत्वा एकवारमेव सति इति मध्ये आगतम्. इदानीं तत्र भागत्रयमस्ति तत्र दल त्रयमस्ति त्रीणि दलानि सन्ति. तर्हि चक्षुर्ग्राह्यत्वे इति एकं दलं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इति द्वितीयं दलं गुणत्वम् इति तृतीयं दलम्. तर्हि यदा चक्षुर्ग्राह्यत्वम् अस्ति अपि च चक्षुर्भिन्न इन्द्रियेण तत्र अग्राह्यत्वमपि अस्ति, अपि च गुणः अपि अस्ति, तादृशविषयः अस्ति रूपम् इति तत्र भागत्रयं मध्ये सति इति आगतम्. स्पष्टं वा? तर्हि अग्रे अपि पठतु भगिनि, यदिदानीं वयं चर्चितवन्तः तदेव अस्ति, अग्रे अपि पठित्वा एकवारं वदतु. एवं विधभागेषु सत्सु यद् भागावसाने सति इति एदम् इपदं भवति तद्भागस्य सति अन्तम् इति व्यवहारः न्यायग्रन्थेषु भवति. अत्र इदानीं त्वम् उक्तवान् भगिनि, तत्र सम्पूर्णं पठित्वा तदनन्तरं वदतु. तत्रापि प्रथमभागस्य प्रथमसन्त्यन्तं, द्वितीयभागस्य द्वितीयसन्त्यन्तम् इति रीत्या व्यवहारः दृश्यते. वायुनिरूपण निरूपणावसरे तु एकं सति अन्तम् इति न तत्र प्रथमादि प्रथमादिपदप्रयोगः इति विशेषः. अत्र इदानीमपि सति कुत्र भवति इति विवरणं कृतं. लक्षणस्य विधभागेषु सति यद्वा भागावसाने सति इति पदं भवति इदानीं उक्त्वा न तद्भागस्य सति अन्तम् इति न्यायग्रन्थेषु भवति इति सति अन्तम् इति तत्रापि प्रथमभागस्य प्रथमसति अन्तम् प्रथमसति द्वितीयभागस्य द्वितीयसति अन्तम् इति मत्तु आवां अत्र चक्षुर्ग्राह्यत्वे तत्तु सति चक्षुर्भिन्नेन्द्रिय अग्राह्यते यत्वे तत्तु गुणत्वम् इति रूपलक्षणं दृश्यन्ति चेत् दृश्यते तथैव एतां दृश्यते. अस्तु, उत्तमं भगिनि, तावदेव. तर्हि इदानीं स्पष्टं रूपविषये. उत्तमं, तर्हि अग्रे अस्ति स्पर्शलक्षणं. स्पर्शलक्षणं यदा रूपलक्षणम् आसीत् तथैव स्पर्शलक्षणम् अपि भवति. तत्रापि दलत्रयमस्ति, यत् इदानीं वयं चर्चितवन्तः तत्सर्वं स्पर्शस्य प्रसङ्गे अपि तस्य तथैव चर्चा इत्युक्ते. तर्हि बालसुब्रह्मण्य महोदय, भवान् पठति वा? स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम्. इत्थमेव च स्पर्शलक्षणे त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इत्यत्रापि त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वम् अपि च त्वग् भिन्न इन्द्रिय निष्ठ जनकतानिरूपित जिन्यताश्रय प्रत्यक्षविषयता विषयत्व अभावः गुणत्वम् इति त्रीणि दलानि. तत्र प्रथमः त्वग्गिन्द्रियग्राह्यत्व मात्र उक्तौ घटे अतिव्याप्तिः. द्वितीयः त्वग्भिन्न इन्द्रिय अग्राह्यत्वमात्र उक्तौ गुरुत्वे अतिव्याप्तिः. तृतीयः गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः. सरलमेव पूर्वं रूप लक्षणवाक्यं पठितवन्तः. एतत् सदृशमेव इदानीं त्वग् स्पर्शलक्षण अपि परिशीलयामः. स्पर्शलक्षणे त्वग्गिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति लक्षणवाक्यं. पूर्वमेव त्वग्गिन्द्रिय त्वग्भिन्न इन्द्रिय इति त्वग्गिन्द्रियनिष्ठजनकतानिरूपितजिन्यता प्रत्यक्षविषयत्वे अतिव्याप्तिः अस्ति. द्वितीयः त्वग्भिन्न इन्द्रिय अग्राह्य एकक्षणं कीदृश अतिव्याप्तिमर्थम् अतिव्याप्तिः घटे अतिव्याप्तिः किमर्थम् पूर्वसदृशं त्वग्भिन्न इन्द्रिय अग्राह्यत्वमात्रोक्तं न किञ्चित् प्रतिपादयतु. त्वगिन्द्रियग्राह्यत्वम् इति केवलं त्वगिन्द्रियग्राह्यत्वं स्पर्शः अथवा त्वकिन्द्रियग्राहित्वं स्पर्शस्य लक्षणम् इति वदामः चेत् तत्र किमर्थं घटे अतिव्याप्तिः भवति? पूर्वम् इव घटे अपि स्पर्शरूपेण ग्रहीतुं शक्यते. तस्मात् हा उत्तमम् इत्युक्ते तत्र उत्तमम् इत्युक्ते तथा वदतु महोदय, तर्हि तत्र ममापि किञ्चित् सन्तोषः भवति भवान् अवगच्छति इति. हा सत्यम् इत्युक्ते तत्र घटे अपि घटस्य ज्ञानमपि वयं तत्र त्वगिन्द्रियद्वारा त्वगिन्द्रियेण तत्र स्पर्शं कृत्वा अत्र घटः अस्ति, तत्र चक्षुः नास्ति चेदपि तत्र कोऽपि अन्धः अस्ति चेदपि तत्र घटः अस्ति इति तत्र त्वगिन्द्रियेण सह ज्ञातुं शक्नोति खलु. तर्हि केवलं स्पर्शः इति न, तत्र घटे अपि तादृश अतिव्याप्तिदोषः भवति. गुरुत्वे किमर्थम् अतिव्याप्तिः? गुरुत्वे अतिव्याप्तिः अतिव्याप्तिः तत्र रूपस्य प्रसङ्गे अपि तथा आसीत् खलु, तत्र गुरुत्वे अतिव्याप्तिः इति वयं किमर्थम् अतीन्द्रिय हा उत्तमं गुरुत्वमपि अतीन्द्रियः इति कृत्वा तत्र गुरुत्वे अतिव्याप्तिः इति दोषः आगच्छति. एवमेव गुणत्वमात्र उक्तौ प्रसादौ सर्वत्र अतिव्याप्तिः. हा सत्यं तत्र प्रसादी सर्वेषु गुणेषु अतिव्याप्तिः भवति, तस्मात् सर्वत्र एव अतिव्याप्तिः अस्ति. सर्वत्र इत्युक्ते सर्वेषु गुणेषु तत्र सर्वत्र इति. एवम् अग्रे पठतु. एवं प्रथमद्वितीयत्वगिन्द्रियग्राह्यत्वं त्वद्भिन्नेन्द्रिय अग्राह्यत्वं च निवेशयामः चेत् स्पर्शत्वजातौ अतिव्याप्तिः सा अपि हि त्वचा गृह्यते न इतरेण इन्द्रियेण एवं प्रथमतृतीयत्वगिन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः एवं द्वितीयतृतीयत्वग् भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वं च इति दलयोः उपाधाने पूर्ववदेव गुरुत्वे अतिव्याप्तिः तस्मात् क्रयाणामपि दलानाम् अस्ति अपेक्षा आहत्य रूपस्पर्शलक्षणचित्रप्रकारः तु एवं स्यात् महोदय किञ्चित् एतत् सर्वं वयं रूपस्य विषये विस्तारेण चर्चितवन्तः तदर्थमेव अत्र संक्षिप्तरूपेण दत्तमस्ति तर्हि भवान् अपि किञ्चित् संक्षिप्तरूपेण एव वक्तुं शक्नोति त्वग्निन्द्रियग्राह्यत्वं त्वद्भिन्न इन्द्रियग्राह्यत्वं च स्पर्शत्वजातौ अतिव्याप्तिः पूर्वं चक्षुषा जाति अतिव्याप्तिः आसीत् इदानीं स्पर्शत्वजातौ अतिव्याप्तिः किमर्थं तत्र केवलम् एकमेव वाक्यं पर्याप्तं परन्तु तत्र तत्र सम्यक्तया तत्र किं वाक्यम् इति वदतु तत्र किमर्थं स्पर्शत्वे अतिव्याप्तिः रूपत्वे अपि अतिव्याप्तिः आसीत् खलु किमर्थं प्रथमग्राह्यत्वे सर्वेपि केवलं रूपे न रूपमिति तत्र वार्ता न स्पर्शः खलु इदानीं विषयः केवलं स्पर्शे न अपरस्मिन् घट इव अपरस्मिन् न घटः इति तत्र विषयः नास्ति तत्र प्रथमद्वितीयदलः इति प्रसङ्गः किं तत्र त्वगिन्द्रियग्राह्यत्वं त्वग् अन्य इन्द्रिय अग्राह्यत्वम् इति विषयः अस्ति चेत् किमर्थं तत्र स्पर्शत्वे अतिव्याप्तिः तत्र त्वगिन्द्रियग्राह्यत्वं त्वगिन् भिन्न इन्द्रिय अग्राह्यत्वम् इति स्पर्शे अस्ति अस्ति वा अस्ति आम् अस्ति किमर्थं स्पर्शत्वे अतिव्याप्तिः तर्हि अन्य कोऽपि वक्तुं शक्नोति वा त्वगिन्द्रियात् न वाक्यद्वये स्पर्शत्वजातिः वर्तते इति हा सत्यम् इत्युक्ते वयं तत्र उक्तवन्तः खलु येन इन्द्रियेण यस्य गुणस्य ज्ञानं भवति तेनैव इन्द्रियेण तस्मिन् विद्यमाना जातेः अपि ज्ञानम् तर्हि इदानीं स्पर्शस्य ज्ञानं त्वगिन्द्रियेण भवति त्वग्भिन्न इन्द्रियेण न भवति चेत् स्पर्शे विद्यमाना स्पर्शत्वमिति जातेः ज्ञानमपि तथा भवति त्वगिन्द्रियेण भवति त्वग्भिन्न इन्द्रियेण न भवति इति कृत्वा स्पर्शवत्वे तत्र अतिव्याप्तिः भवति अवगच्छति वा महोदय उत्तमं तर्हि द्वितीयतृ प्रथमतृतीय दलसंयोगेन किं भवति तत्र तत्र तस्य संयोजनेन कुत्र अतिव्याप्तिः भवति? गुणत्वं च लक्षणं चेत् दर्शितरीत्या संख्यायाम् अतिव्याप्तिः. किमर्थं संख्यायाम् अतिव्याप्तिः भवति? स्पर्शग्राह्यत्वं गुणत्वम् इति दलद्वयेन अतिव्याप्तिः. किमर्थम् अतिव्याप्तिः? तत्र कुत्र अतिव्याप्तिः प्रथमम्? कुत्र इति चेत् सुनील महोदय, भवान् किञ्चित् साहाय्यं कर्तुं शक्नोति? अत्र संख्या यदि गुणः स्वीकुर्मः चेत् त्वक्केन्द्रियग्राह्यः गुणः संख्या इति अपि वक्तुं शक्नुमः. अतः केवलं स्पर्शः न, अन्यगुणः अपि यदि इति इत्युक्ते तत्र संख्या इति गुणः अपि तत्र तादृशलक्षणवाक्यस्य विषयः भवितुं लक्ष्यः भवितुम् अर्हति इति कृत्वा तत्र संख्यायाम् अतिव्याप्तिः. तृतीयविषयः किम्? द्वितीयतृतीयदलं स्वीकुर्मः चेत् कुत्र अतिव्याप्तिः भवति? त्वगिन्द्रिय त्वग् भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वं च इति दलयोः उपाधाने पूर्ववदेव गुरुत्वे अतिव्याप्तिः. कुत्र अतिव्याप्तिः तर्हि? महोदय, ओ किञ्चित् भ्रमः. न, कुत्र अतिव्याप्तिः, किमर्थम् इति भिन्नप्रश्नः. इदानीम् अतिव्याप्तिः कुत्र भवति? भवान् उक्तवान् खलु पूर्वं गुरुत्वम् इति विषये, तत्र गुरुत्वे अतिव्याप्तिः भवति खलु? हा, उत्तमं. तत् अतीन्द्रियः अपि च गुणः अपि इति कृत्वा तत्र गुरुत्वे अतिव्याप्तिः भवति इति. इदानीं तत्र दलद्रय तल क्षम्यतां दलत्रयस्य अपि आवश्यकता भवति यत् रूपवत् तत्र स्पर्शस्य लक्षणवाक्ये अपि. उत्तमं, इदानीं स्पष्टं वा? उत्तमं. तर्हि सुनील महोदय, इदानीं तत्र चित्रद्वयम् अस्ति खलु, एकं तु रूपस्य विषये, द्वितीयमस्ति स्पर्शस्य विषये. तत् किञ्चित् पठित्वा वदति वा किम् अस्ति अत्र इति? तत्र वाक्यमेव वक्तव्यमस्ति वस्तुतः. तत्र दलत्रयस्य अपि चित्रमस्ति, तत्र वाक्यं केवलं वाक्यमेव. तत्र चक्षुनिष्ठजनगतानिरूप तादृशवाक्यं भगिनि? तदेव महोदय. प्रथमचित्रस्य वाक्यमस्ति चक्षुनिष्ठजनगतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठ विषयता निरूपित विषयताश्रय आश्रयः रूपम्. हा हा, आश्रयः रूपम् इति न खलु, तत्र दलत्रयमस्ति. विषयता आश्रयरूपं न, रूपम् इति अन्ते आगच्छति खलु. विषयता आश्रये सति चक्षुर्भिन्न इन्द्रियनिष्ठ जनगतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठ विषयता निरूपित विषयता अभावः अरूपम्. विषयता अभावत्वे सति गुणत्वं रूपम् अथवा न न गुणत्वं रूपस्य लक्षणं खलु गुण तत्र तटस्थलक्षणवाक्यं द्वितीयचित्रम् अस्ति त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयता विषयितानिरूपितविषयता आश्रये सति आश्रयत्वे सति आश्रयत्वे सति त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठ विषयतानिरूपित विषयितानिरूपित विषयता आश्रय अभावत्वे सति गुणत्वे गुणत्वं गुणता गुणत्वाश्रय स्पर्शः उत्तमं विषयत्वा विषयत्वभावत्वे सति गुणत्वं स्पर्शस्य लक्षणम् इति तत्र वस्तुतः तत् वाक्यं वयं तत्र चक्षुर्विषये दृष्टवन्तः तत्र त्रिसप्ततितमे पुटे पश्यति चेत् रूपलक्षणे दलसार्थक्यम् इति तत्र प्रथमपरिच्छेदः यदासीत् तत् एतदेव तत्र प्रथमचित्रं यदस्ति तस्य एव वाक्यं यदिदानीं महोदयेन पठितम् तर्हि तत्र गृहपाठरूपेण एकवारं चित्रं दृष्ट्वा तत् वाक्यं रचयतु समीकरो तत् वाक्यमपि दृष्ट्वा तत्र अवगच्छन्तु उत्तमं तर्हि इदानीं अस्तु अग्रे पठतु महोदय सुनील् महोदय ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम् एतावता रूपलक्षणप्रकारः स्पर्शलक्षणप्रकारश्च चिन्तितः सः च तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इह एव चिन्तयामः इदानीं रूपलक्षणप्रकारः प्रकारं वयं स्पर्शलक्षणं अपि वयं चिन्तितवन्तः अतः तर्कसङ्ग्रहे तादृश पदानि एव उक्तानि इति केवलं सौकर्यार्थं न न तथा तत्र तर्कसङ्ग्रहे यानि यानि लक्षणवाक्यानि सन्ति यत्र ग्राह्यपदस्य उपयोगम् अस्ति तत्सर्वम् अस्माकं सौकर्यार्थम् अत्र मिलित्वा चिन्तयामः इति यथा तत्र रूपविषये अपि च स्पर्शविषये तत्र ग्राह्यमिति आसीत् तथैव तत्र रसनश्रोत्रविषये अपि अस्ति तर्हि तदपि अत्रैव चिन्तयेम इति अग्रे पठतु महोदय लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठ विषयितानिरूपितविषयता अथवा तादृशविषयतावत्त्वमिति अर्थः लभ्यते तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं तदिन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति यथा ग्राणग्राह्ये गुणो गन्धः इति गन्धलक्षणे घ्राण इति इन्द्रियनिर्देशः अतः घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे तादृशप्रत्यक्षनिष्ठविषयितानिरूपितविषयतागन्धे इत्यर्थसिद्धिः गुणत्वं च गन्धत्वजातौ अतिव्याप्तिवारणाय निवेश्यम् इदानीं वयं रसनेन्द्रियस्य रसन रसः इति गुणस्य विषयं पठामः. तत्र पूर्वदृष्टरीत्या यदा रूपस्य स्पर्शस्य तत्रापि घ्राणग्राह्यो गुण गुणो गन्धः इति लक्षणवाक्यमस्ति. एकक्षणं महोदय, तस्य प्राक् तस्मात् प्राक् ग्राह्यः इति विषये किञ्चित् आसीत् खलु, तद् तस्मिन् विषये किञ्चित् उक्त्वा अग्रे गच्छतु. ग्राह्यः इति वयं वयं रूपस्य च स्पर्शस्य लक्षणवाक्ये ग्राह्यम् इति पदं दृष्टवन्तः. तत्र तत्र वाक्यमासीत् प्रत्यक्षनिष्ठविषयतानिरूपितविषयता अथवा तादृशविषयतावत्वमिति अर्थः आसीत्. इत्युक्ते तत्र चक्षुर्मात्रग्राह्यः गुणः रूपमिति वाक्ये तत्र तत्र प्रत्यक्षनिष्ठ विषयिता निरूपितविषयता इति आसीत् अथवा चक्षुः इन्द्रियेण तत्र विषयतत्वात् लभ्यते इति. हा, इत्युक्ते ग्राह्यम् इत्युक्ते तत्र प्रत्यक्षनिष्ठविषयितानिरूपितविषयिता क्षम्यतां प्रत्यक्षनिष्ठविषयितानिरूपितविषयता इति अस्ति खलु. इत्युक्ते तत्र प्रत्यक्षम् इति ज्ञानं कथं भवति, केन भवति? तत्र पूर्वस्मिन् वाक्ये चक्षुषा भवति अथवा प्रत्यक्षं न रूपम् इति सत्यं, परन्तु प्रत्यक्षम् इति तत्र पश्यामः चेत् प्रत्यक्षम् इति ज्ञानं सत्यं सम्यक्, केन भवति? इन्द्रियेण भवति. उत्तमं. तर्हि इत्युक्ते प्रत्यक्षम् इति एकप्रकारकं ज्ञानं, तद् प्रत्यक्षम् इति ज्ञानं इन्द्रियसन्निकर्षेण एव भवति खलु. इन्द्रियेण तत्र यद् ज्ञानं साक्षात् भवति तदेव अस्ति प्रत्यक्षम् इति. तर्हि ग्राह्य इति पदमस्ति चेत् तत्र प्रत्यक्षज्ञानं सूचयति, प्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्वम् इति यदस्ति तदेव ग्राह्यमिति. तर्हि ग्राह्य इति पदमस्ति चेत् तत्र ज्ञानमिति प्रत्यक्षज्ञानम् इति वयं ज्ञातुं शक्नुमः. प्रत्यक्षज्ञानम् इति अस्ति चेत् अत्र सर्वदा किम् आवश्यकम्? इन्द्रियम्. उत्तमम्. इन्द्रियम् आवश्यकम्, यतोहि प्रत्यक्षज्ञानम् इन्द्रियेण एव लभ्यते इति कृत्वा सर्वदा प्रत्यक्षमिति अस्ति चेत् तस्मात् प्राक् इन्द्रियम् इति अस्ति. तदर्थमेव तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं यत् इन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति. इत्युक्ते तत्र ग्राह्यपदस्य पूर्वं यदिन्द्रियमस्ति तस्मिन् जनकता अस्ति, तज्जनकतानिरूपितजन्यता अस् भवति तत्र प्रत्यक्षज्ञानम् इति. तदेव तत्र लक्षणं भवति. तर्हि इदानीं तत्र घ्राणविषये पश्यामः चेत् घ्राणमिति इन्द्रियेण इन्द्रिये निष्ठजनकता तया निरूपिता जन्यता तस्य आश्रयः प्रत्यक्षम् इति ज्ञानं तन्निष्ठविषयितानिरूपितविषयतावत्वं त्वे सति गुणत्वं गन्धस्य लक्षणम्. तत्र गुणत्वमिति किमर्थमस्ति? गुणत्वं नास्ति चेत् किं भवति? दलत्रयम् आवश्यकम् अथवा अतिव्याप्तिः दलद्वयमेव अस्ति खलु गाणग्राह्यो गुणः गन्धः इति तत्र दलत्रयस्य आवश्यकता नास्ति परन्तु गुणत्वम् इति किमर्थम् अति उत्तमं यद् भवान् उक्तवान् तत् सत्यम् अतिव्याप्तिः कुत्र अतिव्याप्तिः भवति तत्र चिन्तयतु गुणः इति नास्ति तत्र लक्षणवाक्ये ग्राणग्राह्यः गन्धः इति अस्ति चेत् तत्र कुत्र अतिव्याप्ति इति दोषः भवति ग्राणग्राहः अन्य किमपि पृथिव्याः अपि न पृथिव्यां गन्धः अस्ति तद्गन्धः ग्राणग्राह्यः भवति तद्भिन्नवार्ता परन्तु कुत्र अतिव्याप्ति भवति तत्र वयं किञ्चित् चर्चितवन्तः खलु रूपं रूपत्वं स्मरति वा इत्युक्ते अत्र पुनः वदामि एकवारं येन इन्द्रियेण यस्य गुणस्य ज्ञानं भवति तेनैव इन्द्रियेण तस्मिन् विद्यमाना जातेः अपि ज्ञानं भवति तस्मिन् विद्यमानस्य जाते विद्यमानस्याः जातेः अपि ज्ञानम् इति वयं दृष्टवन्तः खलु तर्हि इदानीं गुणः इति नास्ति चेत् गन्धत्वम् इति जातिः यदस्ति तस्य अपि ज्ञानं ग्राण इन्द्रियेण एव भवति तर्हि गन्धत्वम् इति जातौ अतिव्याप्ति इति दोषः आपतति अवगच्छति वा हरि ओम् भगिनि तत्र स्पष्टता नास्ति वा किञ्चित् क्लेशः हा हा हा तत्र चिन्तयतु तत्र गन्धः इति यः गुणः अस्ति तस्य ज्ञानं ग्राणेन्द्रियेण भवति तर्हि इदानीं केवलं गुणः इति त्यक्त्वा केवलं तत्र वाक्ये ग्राण इन्द्रियग्राह्यः गन्धः इति अस्ति चेत् गन्धः इति ज्ञानम् इति गन्धस्य ज्ञानं तु ग्राणेन्द्रियेण भवति तत् सत्यं तत्र किमपि क्लेशः नास्ति परन्तु गन्धे विद्यमाना जातिः गन्धत्वम् इति यदस्ति तस्य ज्ञानमपि ग्राणेन्द्रियेण एव भवति तर्हि गन्धत्वे अतिव्याप्तिः इति दोषः आपतति खलु तर्हि इदानीं तत्र वाक्ये ग्राणेन्द्रियग्राह्यः गुणः गन्धः इति वदामः चेत् तद्दोषं निवारितं यतोहि गुणत्वं केवलं गुणे अस्ति गन्धत्वम् इति जातिः जातौ गुणत्वं नास्ति इति कृत्वा तत्र गन्धत्वं न सूचयति केवलं गन्धः एव सूचयति इति तत्र तादृशदोषः अपगच्छति तर्हि ग्राणेन्द्रियग्राह्यः गुणः गन्धः इत्युक्ते तत्र अतिव्याप्तिदोषः न आयाति स्पष्टं वा उत्तमं तर्हि अद्य अत्र स्थगयामः किञ्चित् पुनः एकवारम् एतत् सर्वं गृहपाठरूपेण पठतु पुनः आगामिकक्षायामपि किञ्चित् चर्चां कुर्मः अस्तु धन्यवादः शुभरात्रिः धन्यवादः धन्यवादः भगिनि शुभरात्रिः नमस्ते